ಗತ ನಮಸ್ಕಾರ ನಮಸ್ಕಾರ ಅದೇ ವ್ಯಾಸ ಕೂಡ ಮರಳುಪಯೋಗ ಮಾಡಿಸ್ತೀವಾ वदतु अस्तु न पुनरपि एकवारं वदतु येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनेये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् वृद्धावसाने नटराजराजो ननादडक्कां नवपञ्चवारम् उद्धर्तुकामः सनकादिसिद्धात् एतद्विमर्शे शिवसूत्रजालम् ॐ श्रीगणेशाय नमः श्रीमहासरस्वत्यै नमः श्रीगुरुभ्यो नमः सर्वेभ्यो नमस्कारः अत्र व्याकरणविषये किञ्चित् इतस्ततः तत्र पूर्वमासीत् मातुः अत्र वैलक्षण्यं मातुः पाठस्य वैलक्षण्यम् इति अस्ति खलु अत्र सा तु अत्र अन्तिमस्वरस्य अनुसृत्य एव अजन्तदातवः किं किम् अस्ति, अकारान्त, आकारान्त, इकारान्त, ईकारान्त, अनन्तरं हलन्तदातवः उपधायाम् अनुसृत्य एव अदुपदाः, इदुपदाः, उदुपदाः, ऋदुपदाः, शेषदातवः किम् अस्ति इति अग्रे अस्ति एव. इदानीम् अत्र सार्वधातुकलकारः, अर्धधातुकलकारः, सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्ग् इति अस्ति सन्ति, अनन्तरम् अत्र शेषः एव अर्धधातुकलकारः. अत्र प्रक्रिया किं किम् अस्ति इति अत्र एकस् पठेम. अनिल् महोदय अत्र पठतु, प्रक्रिया किं किम् अस्ति. अस्तु महोदय. प्रक्रिया, प्रक्रिया सूत्राधारीकृत्य मात्रा आयोजिता, सा च प्रक्रिया विभक्ता प्रकोष्ठेषु. प्रकोष्ठम् अवलम्ब्य कार्यवितरणं विलक्षणं, यथा यन्त्रागारे कार्यं विभाजितं भिन्नभिन्नेषु प्रकोष्ठेषु, येन कर्मकराणाम् एकस्मिन् कार्ये नैपुण्यं भवेत्, तथैव मात्रा भिन्ने प्रकोष्ठे भिन्नं कार्यं स्थापितम्, एवं रीत्या अस्माकं नैपुण्यं शीघ्रमेव विकसति. एकस्मिन् प्रकोष्ठे अङ्गकार्यं, यथा सार्वधातुकलकारेषु विकरणप्रत्ययं निमित्तीकृत्य धातुः इति अङ्गे अङ्गकार्यं निष्पादितम्. उदाहरणमपि पठतु. उदाहरणार्थं भूयोग शप्, भूयोग अ, भो योग अ, भकार योग अव, योग अ, भव इति अङ्गं निष्पन्नम्, अनेन शपं निमित्तीकृत्य अङ्गकार्यं साधितं. तथा सर्वेपि उकारान्तः, ऊकारान्तः च भ्वादिगणीयधातवः सम्मिलिताः, अन्यच्च तुदादिगणे कुङ् इति आत्मनेपदी धातुः, कुङ् योग श, कुयोग अ, ककारयोग उ, योग अ, कु इति अङ्गं निष्पन्नं, लङि अकु अ, लुङ् लङ् लृङ् श्व, श्व, षडुदातः इत्यनेन. अग्रे अपि पठामः महोदय, पठामि वा. मातुः वैलक्षण्यम् अत्र प्रक्रिया किं किम् अस्ति चेत् सूत्र सूत्रम् अधिकृत्य एव अत्र आयोजिता, मात्रा आयोजिता, योजनं कृतवती. सा च प्रक्रिया विभक्ता प्रकोष्ठेषु, एकस्मिन् पक्षे किम् अस्ति, अन्यस्मिन् पक्षे किम् अस्ति, सूत्रसहितं किं किम् अस्ति इति. प्रकोष्ठम् अवलम्ब्य एतत् स्वीकृत्य एव कार्यवितरणं विलक्षणं, वितरणम् इत्युक्ते अत्र डिस्ट्रिब्यूशन्, यथा यन्त्रागारे कार्यं विभाजितं भिन्नभिन्नेषु प्रकोष्ठेषु, येन कर्मकराणाम् एकस्मिन् कार्ये नैपुण्यं भवेत्, तदेव मात्राभिः प्रकोष्ठेषु भिन्नकार्यं स्थापितम्, एवं रीत्या अस्माकं नैपुण्यं शीघ्रमेव विकसति इत्युक्ते अत्र कार्यं भवति इति. यत्र अत्र यन्त्रविषये वयम् अत्र फ्याक्ट्रि अस्ति खलु, तत्र गच्छामि चेत् अत्र भिन्नभिन्नस्थलेषु भिन्नभिन्नकार्यं भवति. कार्यालयम् अत्र कर्तुं शक्यते चेत् टयर् एकस्मिन् पक्षे, अनन्तरम् अत्र लैट् एकस्मिन् पक्षे, तादृशमेव. अनन्तरम् अत्र सामग्री, अत्र भोजनं कर्तुं समये अत्र शाकाः एकस्मिन् पक्षे, तण्डुलाः एकस्मिन् पक्षे, अनन्तरं जलम् एकस्मिन् पक्षे, तदेव अत्र सामग्री सन्ति खलु, तदेव अत्र प्रकोष्ठे भिन्नभिन्नकार्यं स्थापितम्, एवं रीत्या अस्माकं नैपुण्यं शीघ्रमेव विकसति. अत्र कर्तुं शक्यते, अनन्तरम् अत्र ज्ञातुं शक्यते एव एकस्मिन् प्रकोष्ठे अङ्गकार्यम्. अनन्तरं वयं पूर्वमेव प्रथमं वर्गे एव वयं ज्ञातवन्तः अङ्गकार्यम्, अनन्तरं विकरणप्रत्ययम्, अनन्तरं क्रियापदं किम् अस्ति अत्र सुबन्त प्रक्रिया प्रत्ययः किम् अस्ति, अनन्तरम् अत्र तिङन्तप्रत्ययः किम् अस्ति इति सर्वम् अत्र ज्ञातवन्तः पूर्वमेव. इदानीम् अत्र एकस्मिन् प्रकोष्ठे अङ्गकार्यं, यथा सार्वधातुकलकारेषु विकर्णप्रत्ययं निमित्तीकृत्य धातुः इति अङ्ग इति अङ्गे अङ्गकार्यं निष्पादितं वयं जानीमः एव. अत्र प्रथमतया अत्र उदाहरणार्थं भू इति शप् अस्ति, अत्र भू इति शप् इति आकृतिः किम् अस्ति शप् मध्ये, अनिल् महोदय, शप् मध्ये आकृतिः, अन्तिम आकृतिः शप् मध्ये किम् अस्ति, सर्वे जानन्ति एव. इदानीम् अत्र भू योगः आयोगः अस्ति. इदानीं भू इति सार्वधातुकलकारः अस्ति, अतः तत्र केन सूत्रेण भो भवति, शान्ता भगिनी? शान्ता जानाति एव, वदतु. अस्तु, अनिल् महोदय वदतु. अत्र गुणकार्यं, गुणकार्यं महोदय. केन सूत्रेण, प्रसिद्धसूत्रं सूत्रम्? आम् आं महोदय, वयं जानाति एव सम्यक्तया. आम् आं महोदय, अहं जानामि, अहं सूत्रं न स्मरामि. आदिगुणं वा, आदिगुणं वा, सार्वधातुक अत्र एव सार्वधातुक अर्धधातुकयोः इत्यनेन एव ऊकारस्य बहवः कक्षाः एतत् विषये. अस्तु, अत्र दीर्घ ऊकारस्य स्थाने ओकारः भवति, आर्धधातुक सार्वधातुक अर्धधातुकयोः इत्यनेन एव भो भवति. इदानीं भो योग इदानीम् अत्र ओकारस्य स्थाने अवादेशः केन सूत्रेण, एतदपि जानन्ति अस्ति महोदय, सन्ति सूत्रं, सूत्रं दीर्घसूत्रमस्ति, सर्वे जानन्ति एव. नाम जानाति वा, एषो यव यावः इत्यनेन ओकारस्य स्थाने अवादेशः भवति, औकारस्य स्थाने आव् आदेशः भवति, ऐकारस्य स्थाने ऐ आदेशः भवति, एकारस्य स्थाने ऐ आदेशः भवति, ऐकारस्य स्थाने आय् आदेशः भवति क्रमेण. अतः इदानीम् ओकारस्य स्थाने अवादेशः भवति, अतः तत्र इब् योगः औ योगः आ इति भवति. इदानीम् अन्तिमवर्णः अव भव इति भवति, इति अङ्गं निष्पन्नम्. इदानीम् एतदेव अङ्गकार्यम्, अङ्गकार्यम् एतदेव मनसि स्थापयतु, किं किम् अङ्गकार्यमिति. अनेन शपं निमित्तीकृत्य अङ्गकार्यं साधितं, तदा सर्वेपि उकारान्त ऊकारान्त च द्वादिगणीयः धातवः सम्मिलिताः. अत्र अन्यच तुदादिगणे कुङ् इति आत्मनेपदी धातुः, आत्मनेपदी धातुः कुङ् इति अस्ति, कुङ् योगः श्या भवति. अत्रापि अनुबन्धलोपानन्तरं कु एव तिष्ठति, शकारमध्ये अत्र तुदादिगणे शा एव तिष्ठति, शा अनुबन्धलोपानन्तरं किं तिष्ठति, आ एव तिष्ठति. इदानीम् अत्र उ अस्ति, उ किम् अस्ति अत्र, अत्र वयं दृष्टवन्तः, पूर्वं दृष्टवन्तः, अत्र विस्मृतवन्तः इति अहं जानामि एव. अचिष्णु धातु ब्रुवाङ् उयुवोर् इयङ् उवङ्गौ इति सूत्रेण अत्र ऊ स्थाने उवङ् ई स्थाने इयङ् इति ज्ञातवन्तः, स्मरन्ति वा? आम् आम् महोदय. अचिष्णु धातु ब्रुवाङ् इवोर् इयङ् उवङ्गौ इति बहुवारं वक्तव्यम्, अनन्तरमेव सरलतया आगच्छति. अत्र उवङ् इति आदेशः भवति उकारस्य स्थाने उ. इदानीम् इक् प्लस् ऊ योग ऊ योगः आ कुवा इति भवति, इति अङ्गं निष्पन्नम्. एतत्तु तुदादिगणे लङि अकुव इति लङ् यत्र यत्र अस्ति अस्ति अत्र लुङ् लङ् लृङ्क्ष् अडुदातः इत्यनेन सर्वत्र अडागमः भवति, अतः तत्र अकुव इति भवति. एकपर्यन्तं किञ्चित् क्लेशः अस्ति वा मनसि? अस्ति चेत् पृच्छतु, सन्देहः अस्ति वा? शान्ता भगिनी अग्रे पठतु. मात्रा सर्वम् अङ्गकार्यं समाहृत्य उच्यते, नाम तस्याः समग्रं चिन्तनं. तया द्विसहस्रस्य धातूनां क्रमः व्यवस्थापितः सूत्राणाम् अनुसारम्. इदम् आयोजनम् अङ्गकार्यानुसारेण एव कृतम्, यथा अत उपधायाः इत्यादीनि सूत्राणि सन्ति. अतः अदुपधातवः सङ्गृहीताः, पुगन्तलघु उपधस्य च इत्यस्ति. अतः इग् उपधातवः सम्मिलिताः. अतो लोपः अतो गुणे अतो दीर्घो यञि, तदनुसारं सर्वेषाम् अदन्तानाम् अङ्गानां सङ्ग्रहणम् अक्रियत. यथा पाणिनेः सूत्राणि कार्यं विदधति, तेन एव क्रमेण मात्राधातवः व्यवस्थापिताः. एतावता कदापि केनापि न कृतम्. प्रथमम् अत्र अङ्गकार्यं किम् आसीत् इति वयं दृष्टवन्तः. अत्र पूर्वं किं किम् उक्तम्? अत्र प्रकोष्ठम् अवलम्ब्य कार्यवितरणं विलक्षणं भवति. अत्र सूत्रम् अधिकृत्य एव आयोजिताः, सूत्रम् अधिकृत्य एव अत्र आयोजिताः. इदानीम् अत्र अङ्गकार्यं समाहृत्य उच्यते, नाम तस्याः समग्रमं चिन्तनं. तया द्विसहस्रस्य धातूनां क्रमः व्यवस्थापितः सूत्राणाम् अनुसारम् अत्र किं किं भवति? सूत्रम् अनुसृत्य एव कार्यं करोति. वयम् इदानीं दृष्टवन्तः सार्वधातुक अर्धधातुकयोः इति अनेन गुणः भवति. अनन्तरम् अत्र अचिष्णुधातु भ्रुवो इवो रियङ् उवङ्गौ इत्यनेन उवङ्ग् आदेशः भवति. अनुबन्धलोपानन्तरम् उ एव तिष्ठति. वयं दृष्टवन्तः इदानीम् अत्र इदम् आयोजनम् अङ्गकार्य अनुसारेण एव कृतम्. अत उपधायाः उपधवर्णः किं किम् अस्ति चेत् इति इदानीं हलन्तदातवः विषये वयं पूर्वं दृष्टवन्तः. अधूपदाः, इदूपदाः, उदूपदाः, ऋदूपदाः इति पूर्वं दृष्टवन्तः. इदानीम् अत्र अत उपधायः इत्यादीनि सूत्राणि सन्ति. अतः अधूपदा दातवः सङ्गृहीताः. अत्र पुगन्तलघूपदस्य च लघु उपद, अतः एव अत्र एतत् लघु इत्यस्य उकारः उपदा इत्यस्य उकारः मेलनेन एव अत्र पुगन्तलघूपदस्य च इत्यस्ति. अतः युगु उपदातवः सम्मिलिताः. अनन्तरम् अतो लोपः इत्यनेन लोपकार्यम्. अनन्तरम् अत्र अतो गुणे इत्यनेन अपि गुणः भवति. अतो दीर्घो यञि इत्यनेन दीर्घः यञ् प्रत्याहारे परे अस्ति चेत् अत्र दीर्घः भवति. क्रमेण एतत् सूत्राणि विषये वयं द्रष्टुं शक्यते एव. तद् अनुसारम् एव सर्वेषाम् अदन्तानाम् अङ्गानां सङ्ग्रहणम् अक्रियत लङ्रूपम्. यथा पाणिनेः सूत्राणि कार्यं विदधाति, तेन क्रमेण मात्रा दातवः व्यवस्थापिताः. एतावता कदापि केनापि न कृतम्. इदानीं पश्यतु अत्र किमस्ति. अत्र भगिनी पठितुं शक्यते वा? गोदामाल् पठतु. अपरस्मिन् प्रकोष्ठे तिङ्प्रत्ययानां सिद्धिः. वृत्तान्ते आत्मनेपदे अदन्ताङ्गानां कृते लङि सिद्धप्रत्ययाः त इताम् अन्त ताः इदां द्वम् इ वैमहि अनन्दन्ताङ्गानां कृते लङि सिद्धप्रत्ययाः त आताम् अत ताः अद अतां द्वम् इ वहि महि एवम् एवं रीत्या हलु एवं रीत्या सर्वेषां लकाराणां कृते सिद्ध तिङ्प्रत्ययाः निष्पत्राः अपि च पन्नाः निष्पन्नाः अपि च यया रीत्या प्रयुक्ताः दृष्टिः पूर्णतया नूतना तृतीयप्रकोष्ठे पर्याप्तम् अत्र अस्मिन् प्रकोष्ठे तिङ्प्रत्ययानां सिद्धिः एकस्मिन् प्रकोष्ठे किम् अस्ति अन्यस्मिन् प्रकोष्ठे किम् अस्ति इति अत्र कार्यालये वयम् अत्र अकौण्ट्स् डिपार्ट्मेण्ट् अस्ति म्यान् पवर् डिपार्ट्मेण्ट् अस्ति अत्र लेब् डिपार्ट्मेण्ट् अस्ति अस्पताल् इति अस्ति चेत् अत्र बहवः प्रकोष्ठाः सन्ति तदेव अत्र वृत्तान्ते आत्मनेपदी अस्ति चेत् किं किं भवति इति अदन्त अङ्गानां कृते लङ् सिद्धप्रत्ययाः अत्र लङ् इति स्वीकृतवन्तः लङ् इति अस्ति चेत् अत्र ता इताम् अन्त एतत्तु अदन्त ता इति अस्ति अत्र आ एव तिष्ठति ता अकार उत्तरवर्ति तकार उत्तरवर्ति अकारः अतः तत्र अदन्तानां ता इताम् अन्त ताः इतां द्वम् ई वहिमहे इति अस्ति इदानीम् अत्र अनदन्त अङ्गानाम् अनदन्त अत्र अकारः न श्रूयते अनदन्त अङ्गानाम् इति कृते लङि सिद्धप्रत्ययः किम् अस्ति चेत् ता आताम् अत ताः आतां द्वम् ई वहिमहे उदाहरणरूपेण एव एतत् द्रष्टुं शक्यते एवं रीत्या अत्र लकाराणां कृते सिद्धि तिङ्प्रत्ययाः निष्पन्नाः अपि च यया रीत्या प्रयुक्ताः दृष्टिः पूर्णतया नूतना एव एतत् नूतनविषयमेव अनदन्तविषये अङ्ग अदन्तविषये अत्र तृतीयप्रकोष्ठे किं किम् अस्ति इति पूर्णतया द्रष्टुं शक्यते एव अत्र अनिल् महोदय पठतु अस्तु महोदय तृतीये प्रकोष्ठे अङ्गतिङ्गप्रत्ययानां संयोजनकार्यं लङि अकुव इति अङ्गम् अदन्ताङ्गानां कृते उपरि प्रदर्शिताः सिद्धतिङ्गप्रत्ययाः अकुवयोगत अकुवत अकुवयोग इताम् अकुवेताम् आद्गुणः प्रतिपादयतु अकुवयोगः इताम् इति अस्ति अकुवेताम् इति गुणः इत्यनेन अकारयोग इकार अत्र एकार भवति तो केन सूत्रेण आद्गुणसूत्रेण अकुवयोग अन्त अकुवन्त अतो गुणे अत्र अकारयोग आकार न भवति केन सूत्रेण अतो गुणे सूत्रेण पररूपम् अत्र पूर्वं दृष्टवन्तः पठन्ति इति अस्ति चेत् अत्र पटयोगः अन्ति इति अनन्तरम् अत्र आकारमेलनेन आकारः पाठान्ति न भवति इति अर्हति अकः सवर्णे दीर्घः इत्यनेन परन्तु एतत् बाधित्वा अतो गुणे इति कार्यं करोति अतः तत्र गुणकार्यम् अस्तु रूपम् आदेशः अग्रे अकुवयोगथाः अकुवथाः अकुवयोग इथाम् अकुवेथाम् आद्गुणः समानम् इताम् अण्ड् इथां समानम् अकुवयोगध्वम् अकुवध्वम् अकुवयोग इ अकुवे आद्गुणः सूत्रेण अकुवयोगवहि अकुवावहि अत्र अतो दीर्घो यञि सूत्रेण वकारस्य दीर्घः भवति कुवा भवति अकुवयोगमहि अकुवामहि अतो दीर्घो यञि अत्र अपि वकारस्य दीर्घं भवति संशयः अस्ति वा कोऽपि सुलभमेव सरलतया एव अस्ति अत्र किमपि नूतनतया नास्ति एव भवान् एव अग्रे पठतु अनेन तिङन्तस्य सिद्ध्यर्थं कार्यं प्रकोष्ठत्रये विभक्तम् अस्मिन् सौकर्यम् अस्ति तर्को अपि अस्ति स्वस्य वर्गे अपि मया दृष्टं यत् अनेन पद्धत्या विद्यार्थिनः शीघ्रमेव अवगच्छन्ति स्वयमेव रूपाणि साधयन्ति च पूर्वं सर्वत्र लोके सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या च छात्राणां बहु कष्टं भवति स्म अद्यापि भवति यत्र तया पद्धत्या अधीयते अधुना कष्टं समाप्तं छात्राः मातुः पद्धतिम् अवलम्ब्य पठन्ति चेत् न कोऽपि क्लेशः अपि तु आनन्द एव पाणिनेः व्यवस्थायां विशिष्टा शक्तिः वर्तते अद्भुतं लाघवं यया रीत्या तस्य एकेन एव सूत्रेण महत् कार्यं सिद्ध्यति तया मातुः पाठे यतोहि सर्वम् आयोजितं पाणिनेः सूत्रानुसृत्य अतः तस्या पद्धतौ सा एव शक्तिः अपि च तदेव लाघवम् अन्ते इदमपि वक्तव्यम् अस्ति यत् मातुः चिन्तनं सर्वत्र समग्रं चिन्तनं भवति न केवलं धातुपाठे अपि तु कृदन्तप्रकरणे अपि तद्धितप्रकरणे अपि तदेव समग्रं चिन्तनम् यथा कृदन्तप्रकरणे यः कोऽपि प्रत्ययः भवतु नाम यदा तस्य पाठः क्रियते मात्रा तदा सर्वेषां धातूनां कृते भवति कृदन्तप्रकरणे अपि स एव धातुक्रमः ते एव चतुर्दशधातुवर्गाः अजन्तधातूनां हलन्तधातूनां च वृत्तान्ते तिन् प्रत्ययः यदा तिन् पाठ्यते मात्रा तदा सर्वेषां धातूनां कृते यत्र यत्र तिन् विहितः तत्र तत्र मातुः चिन्तनम् आहत्य न कोऽपि रूपं त्यक्तं सर्वव्यापकं चिन्तनम् इदम् उत्तमरूपेण उत्तमरीत्या पठितवान् अस्तु अत्र विवरणं कर्तुं शक्नोति वा प्रतिपादयति किञ्चित् क्लेशः नास्ति एव प्रथमपङ्क्तिः स्वीकृत्य अर्थं वदतु अत्र तिङन्तस्य कार्यं त्रीणि प्रकोष्ठम् अस्ति प्रथमम् अस्ति अङ्गकार्यम् अनन्तरम् अस्ति तिङ्गकार्यं सिद्ध अनन्तरम् अस्ति अङ्गतिङ्गन्तप्रत्ययसंयोजनम् अस्मिन् प्रकारेण यदि कार्यं करोति तर्हि बहु सुलभम् अस्ति विभक्तं कृत्य यदि करोति चेत् सुलभम् अस्ति स्वस्य वर्गे अपि एतत् रीत्या यदि करोति चेत् बहु शीघ्रमेव वयम् अवगच्छामः स्वयमेव रूपं साधितुं शक्नुमः सो अन्यत्र सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या पद्धत्या अनुसृत्य बहु कष्टम् अनुभवन्ति अनुभवन्ति परन्तु मात्रापद्धत्या बहु सरलं सरलम् अपि बहु आनन्दम् अपि अनुभवामः तत्र एवं रीत्या कुर्मः चेत् तत्र लाघवमेव सिद्ध्यति अत्र शान्तभगिनी एतत् प्रतिपादयतु अन्ते इदमपि वक्तव्यम् अस्ति यत् मातुः चिन्तनं सर्वत्र समग्रं चिन्तनं भवति न केवलं धातुपाठे अपि तु कृदन्तप्रकरणे अपि तद्धितप्रकरणे अपि तदेव समग्रं चिन्तनं भवति यथा कृदन्तप्रकरणे यः कोऽपि प्रत्ययः भवतु नाम यदा तस्य पाठः क्रियते मात्रा तदा सर्वेषां धातूनां कृते भवति कृदन्तप्रकरणे अपि स एव धातुक्रमः ते एव चतुर्दश धातुवर्गाः अजन्तधातूनाम् अनन्तधातूनां च वृत्तान्ते इक्तिन् प्रत्ययः यदा इक्तिन् पाठ्यते मात्रा तदा सर्वेषां धातूनां कृते यत्र यत्र इक्तिन् विहति तत्र तत्र मातुः चिन्तनम् आहत्य न कोऽपि रूपं व्यक्तम् सर्वव्यापकं चिन्तनम् इदम् अत्र किं किम् भवति कृदन्तं प्रकरणे वा धातुपाठे वा तद्धितप्रकरणे वा सर्वेषाम् एकमेव रूपं भवति इति व्यक्तम् अत्र धातुकार्यं धातुवर्गः किम् अस्ति अजन्तदातवः अलन्तदातवः अस्ति अत्र इदानीम् अत्र इक्तिन् प्रत्यये कुत्र भवति इक्तिन् प्रत्यये कुत्र भवति वयं दृष्टवन्तः धातुपाठविषये इक्तिन् कुत्र भवति कोऽपि कृदन्ते एव भवति खलु तवतु तवतु अनन्तरम् अनियर् एतत् सर्वाणि इक्तिन् प्रत्ययं सर्वे अत्र कृदन्ताः एव भवन्ति अत्र एतत् कृदन्तविषये अपि एतत् चिन्तनमेव अत्र अतः तत्र मातुः पाठस्य वैलक्षण्यं किं किम् इति अत्र पूर्णतया वक्तुम् इच्छति चेत् अत्र अजन्तदातवः हलन्तदातवः अजन्तदातवः अकारान्तदातवः इकारान्तदातवः ईकारान्त तदेव भवति अनन्तरं हलन्तधातूनाम् उपादायां स्थितस्य वर्णस्य पुगन्तलघुपदस्य च इति कार्यं करोति अत्र एतत् सूत्रसहितविषये वयं दृष्टवन्तः अत्र मातुपाठस्य वैलक्षणम् इति अस्ति वयं स्वीकृतवन्तः अत्र किमपि सन्देहः अस्ति वा अग्रे गच्छेम कोऽपि सन्देहः अस्ति चेत् पृच्छतु इदानीमत्र किमस्ति अष्टाध्याय्यां सूत्रस्य विषये बलाबलचिन्तनं कृतवन्तः अनन्तरम् अत्र कृत् धातुपाठस्य विषये किमस्ति अत्र केषु केषु गुण उपायं किमस्ति कुत्र स्मः अष्टाध्याय्या समग्रदृष्टिः किं सिद्ध लकाराणाम् अष्टाध्याय्यां प्रत्ययः प्रक्रिया च अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनं मातुः पाठस्य वैलक्षणम् इदानीं पाणिनि व्याकरणपरिचयः प्रकरणं प्रक्रिया किं भवेत् इति पठनीयं नवमपाठः अस्तु अष्टाध्यायी ग्रन्थस्य अत्र पठतु किम् अस्ति अत्र गोदामल् पठतु अष्टाध्यायी ग्रन्थस्य नाम वयं सर्वे श्रुतवन्तः, परन्तु एकं तथ्यम् अतीव न्यूनाः जानन्ति। पाणिनेः व्याकरणं सरलं, पाणिनीयव्याकरणं कठिनम् इति मतं बहूनां मनसि वर्तते। इदम् एकम् अन्यथा चिन्तनम् इति पुष्पादीक्षितमहोदयायाः बोधः। वस्तुतः पाणिनेः एव चिन्तनविधिं मनसि निधाय कोऽपि अग्रे सरति चेत् पाणिनिव्याकरणं सरलम् इति महोदय वदति। तस्याः मनसि पाणिनेः समग्रदृष्टिः वर्तते। इयं समग्रदृष्टिः सर्वत्र प्रसारिता भवतु इति महोदयायः जीवनलक्ष्यम्। अधुना एषा एव व्याकरणसामग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्याम् अस्ति, येन भवन्तः अपि अवगन्तु शक्नुयुः यत् पाणिनीयव्याकरणं सरलम्। अत्र शक्नुयुः इति अस्ति, अत्र लकारः किम्, अत्र वचनं किं, कोऽपि वक्तुं शक्यते वा? आं महोदय, अत्र लकार अस्ति, विधिलिङ्ग् अहं मन्ये। उत्तमं, विधिलिङ्ग् एव। अनन्तरं बहुवचनं, बहुवचनं प्रथमपुरुष बहुवचनम्। उत्तमम् उत्तमम्। इदानीमत्र अष्टाध्यायीग्रन्थस्य नाम वयं सर्वे श्रुतवन्तः, जानीमः एव, एतत् पाणिनिना कृतं चतुस्सहस्र सूत्राणि सन्ति। अनन्तरम् एतत् स वयं पाणिनिः अत्र किमस्ति, अत्र सूत्रं कृतं लघु अस्ति। अनन्तरम् अत्र कात्यायनः वररुचि अन्य नाम, सः तु अत्र व्याकरणविषये किं प्रतिपादितवान् अत्र किम्। अनन्तरम् अत्र पतञ्जलिनिना अपि कृतम् एतत् सूत्रं किम्, अत्र श्लोकमपि कारिका अपि वयं जानीमः खलु, अत्र किं सूत्रं त्रीणाक्षरसमाम्नाय अधिगम्य मगेश्वरः कृष्णं व्याकरणं प्रोक्तं तत्र पाणिनीये नमः। वाक्यकारं वररुचिं, वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनीयसूत्रकारं च प्रणतोऽस्मि मुनित्रयम्, अत्र अस्ति। अतः अत्र परन्तु एकं सद्यम् अतीव न्यूना जानन्ति, एतत् सद्यम् इत्युक्ते किम्, अत्र एकं सद्यम् अतीव न्यूनाः, सद्यम् इत्युक्ते किम्, अत्र तत् इयं तावदेव, सत्यं सत्यम् अत्र किमस्ति इति अत्र दत्तवन्तः वा इति अहं न जानामि, सत्यं सत्यं क्लीवं तदा साधु तावदेव सत्यम् अत्र अस्तु। इदानीम् अत्र अतीव न्यूनाः जानन्ति, पाणिनेः व्याकरणं सरलमेव, पाणिनीयव्याकरणं कठिनमिति मतं बहूनां मनसि वर्तते, अत्र बहु कठिनमिति, अतः एव किञ्चित् लोकाः आगच्छन्ति अनन्तरं गच्छन्ति एव। अत्र वयं सर्वे अत्र एव अभिजित् इति एकः मनुष्यः, सः तु अत्र नार्त् सैड् मध्ये वसति, सः तु पृष्टवान् अहं सिद्धान्तकौमुदीं स्वीकृत्य पाठयामि, अन्ये कोऽपि सन्ति वा, प्रतिमासं एकसहस्रं दातुम् इच्छन्ति चेत् अत्र योजनं करोतु इति. अत्र बहवः विषयाः अत्र विना शुल्कम् अत्र दत्तवन्तः सर्वे जानन्ति एव. अत्र पठनार्थम् एकशतम् एकसहस्रं प्रतिमासं दातव्यं चेत् अत्र क्लेशः भवति एव. मया अत्र फ्री मुक्तुमे एतत् सर्वं विना शुल्कम् इति सर्वे दत्तवन्तः एव. मया उक्तम् एतत् विषये अपि श्लोकाः न आगच्छन्ति. फ्री विना शुल्कम् इति उक्तमपि लोकाः न आगच्छन्ति. अनन्तरं सः उक्तवान् अस्तु पञ्चशतम् इति कोऽपि न आगन्तुं शक्यते इति मया ह्यस्तन अत्र ह्यः एव मया उक्तम्. इदानीमत्र बहवः जनाः किं चिन्तितवन्तः एतत् कठिनं पाणिनीयव्याकरणं बहु कठिनम् इति. अतः एव मातुना अत्र अकारान्त आकारान्त इकारान्त ईकारान्त अनन्तरं हलन्तधातवः उदु उपदा इदु उपदा इति अत्र समीचीनतया पृथक्तया कृतमेव. बहु सुलभमेव सरलमेव लघु एव. अत्र आनन्दः अपि भवति कठिनं नास्ति. इदम् एकम् अन्यथा चिन्तनम् इति पुष्पदीक्षितमहोदयायाः बोधः. वस्तुतः पाणिनेः एव चिन्तनविधि मनसि निधाय कोऽपि अग्रे सरति चेत् पाणिनीयव्याकरणं सरलम् इति महोदया वदति. तस्याः मनसि पाणिनेः समग्रदृष्टि वर्तते. इयं समग्रदृष्टिः सर्वत्र प्रसारिता भवतु इति महोदयायाः जीवनलक्षणम् अधुना एव. अधुना एषा एव व्याकरणसमग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्यम् अस्ति, येन भवन्तः अपि अवगन्तुं शक्नुयुः यत् पाणिनीयव्याकरणं सरलम् इति. अत्र सरलमेव, कठिनमस्ति चेत् कठिनं, सरलमस्ति चेत् गतपञ्चदशवर्षाणि एतत् इच्छा अस्ति. अतः एव अहं प्रतिदिनम् अत्र श्रीविद्याभगिन्याः वर्गः, स्वरूप् महोदयस्य वर्गः, अनन्तरं कुरङ्गट्टि सुब्बु कुरङ्गट्टि महोदयस्य वर्गः, रघुपति आचार्यस्य वर्गः प्रतिदिनं चलन्ति एव. अनन्तरं मम कृते आर्षसेवा इति केन्द्रमस्ति, गुरुकुलमस्ति, मम कृते अत्र पाठः चलन्ति एव. प्रति शुक्रवासरे सप्तवादन आरभ्य अष्टवादनपर्यन्तम् एतदपि विना शुल्कमेव. आर्षसेवाकेन्द्रं प्रति सप्ताहे एकवारमेव. अनन्तरम् अत्र इदानीमत्र स्वरूपमहोदयस्य व्याकरण किम् अस्ति अत्र विरूप अत्र किम् अस्ति अत्र विश्वसंस्कृतगवाक्षकः स्वरूपमहोदयस्य वर्गस्य विषये किम् अस्ति, संस्कृतभारती अस्ति, व्योम अस्ति, अनन्तरम् आशासेवाकेन्द्रं गुरुकुलमस्ति, बहवः सन्ति अत्र. इदानीमत्र विश्वसंस्कृत, विश्व इत्युक्ते वर्ल्ड्, संस्कृतगवाक्षकः, गवाक्षकः इत्युक्ते डोर् विण्डो. अत्र एतत् विषयं सरलतया अस्ति एव. स्वरूपमहोदयस्य विषये अपि मया इद पाठयति स्म खलु. अत्र इच्छा अस्ति चेदेव एतत् सर्वं ज्ञातुं शक्नुमः. इच्छा नास्ति चेत् एकवर्गः आगत्य अनन्तरं गच्छन्ति स्म. न इष्टमस्ति एतत् विषये. इदानीम् अत्र व्याकरणसमग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्यमस्ति, येन भवन्तः अपि अवगन्तुं शक्नुयुः यत् पाणिनि व्याकरणं सरलम् इति. अतः एव मातुः वैलक्षण्यं किं किम् आसीत् इति गतवती वयं स्वीकृत्य दृष्टवन्तः. इदानीमत्र अनिल् महोदय पठतु अत्र. अत्र प्रमुखवार्ता अध्ययनविधिः. सङ्गणके यावती सूचना स्थाप्यते तावती स्वीक्रियते तेन च चिन्ता नास्ति, परन्तु मनुष्यस्य मस्तिकः न तथा। लौकिकी सूचना तत्र सीमा अस्ति। सूचनायाः आयोजनशैलीम् अवलम्ब्य मनुष्यः अधीते सूचनायोजनं समीचीनं चेत् शीघ्रमेव अधिकं शिक्षते। गणितविषये भवतु, विज्ञानविषये भवतु, सङ्गीतविषये भवतु, कस्मिन्नपि विषये सूचनायोजनं सम्यक् चेत् शीघ्रमेव अधिकं शिक्षते मनुष्यः। सूचनायोजनं सम्यक् नास्ति चेत् मनुष्यः मन्दं न्यूनमेव अनुबुध्यते। सरलमेव महोदय, अत्र सङ्गणकविषये यदि सूचना स्थाप्यते, कोऽपि किमपि स्थाप्यते चेत् तत् स्वीक्रियते, परन्तु मनुष्य तथा नास्ति। मनुष्य तो सूचनायाः समीचीनं प्रक्रिया यदि स्थाप्यते तत् एव सरलरीत्या अवगन्तुं शक्यते, अन्यथा तो बहु कालम् अपि शिरोवेदना अपि अवगन्तुम् अपि अस्ति महोदय। समीचीनतया प्रतिपादयति। अत्र किमस्ति, अत्र यत् यत् वयं स्वीकुर्मः, गणितपाठं वा विज्ञानविषये वा सङ्गीतमस्ति वा, तस्मिन् विषये अत्र सूचनायोजनं सम्यक् चेत् अत्र शीघ्रमेव पठितुं शक्यते एव। अत्र किमस्ति, कठिनमस्ति चेत् कठिनमस्ति, सुलभमस्ति चेत् सुलभमेव। अत्र शान्ता भगिनी अग्रे पठतु। तर्हि शिक्षणविधिः सम्यक् स्यात् इति सिद्धान्तः। शिक्षणविधिः सम्यक् चेत् मनुष्यस्य क्षमता तेन वर्धिता भवति, तस्याः च वर्धितक्षमतायाः पूर्तिः अपि तेन विधिना भवति। अनया दृष्ट्या पाणिनिः अत्युत्तमः अध्यापकः। तस्य अष्टाध्यायीग्रन्थस्य सूचनायोजनशैली विलक्षणा। कथं विलक्षणा इति चेत्, संस्कृतभाषायाः आकृतिः तु बृहती। अस्याः बृहत् आकृत्याः प्रकटीकरणार्थं यत् विशिष्टज्ञानयोजनम् आवश्यकम्, अष्टाध्यायाः तादृशम् एव एकं विशिष्टज्ञानयोजनं, सिस्टम्स् अप्रोच् नाम्ना। पाणिनीय पाणिनी कृते अष्टाध्यायी इति शिक्षणं बहु सम्यक्, शिक्षणविधि तथा मनुष्यां क्षमताम् एव वर्धितुं प्रयोजनमस्ति। बहुविधशाखायां प्रकटीकरणार्थमेव विशिष्टमस्ति। वदतु, प्रतिपादयतु अष्टाध्यायीग्रन्थस्य सूचना योजनशैली बहु विलक्षणा अस्ति। अत एव संस्कृतभाषायाः आकृति तथा प्रकटनं कर्तुं बहुविधा वयं प्रयत्नं कर्तुं विशिष्टज्ञानम् अपि वयं आवश्यकं तथैव ई विशिष्टज्ञानयोजनम् इति अस्ति। अत्र शान्ता भगिनी अनन्तरम् अनिल् महोदय अपि अत्र प्रतिपादयितुं, एतदेव क्रमेण गच्छामि चेत् वर्गः चालयितुं शक्नोति एव। इदानीमत्र गोदमल् पठतु। पाणिनेः पूर्वं बहवः व्याकरणाः आसन्। करणविषये किं करोति ते सर्वे वैयाकरणः वैयाकरणवः आसन् तैः विरचिताः ग्रन्थाश्च आसन् परन्तु एकवारं यदा अष्टाध्यायी आगता तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः किमर्थम् अष्टाध्यायी ग्रन्थः सम्पूर्णः इति सत्यं तस्य लघुत्वं वर्तते इत्यापि सत्यं परन्तु कारणेषु अन्यतमम् इदम् अवश्यम् विशालविषयस्य कृते एका विलक्षणा व्यवस्था अत्र पाणिनेः पूर्वं बहवः वैयाकरणाः सन्ति एव आसन् एव अनन्तरमेव पाणिनिः आगतवान् इदानीमत्र ते अपि बहवः ग्रन्थविषये रचिताः एव परन्तु यत्र अष्टाध्यायी आगता तदे अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः अत्र सूत्रविषये किमपि मनसि न आगच्छति एव किमर्थं चेत् अष्टाध्यायीग्रन्थसम्पूर्णः इति सत्यं माहेश्वराणि सूत्राणि अत्र स्वीकृत्य अष्टाध्यायी अनन्तरम् आदिरन्तेन सहेता इति प्रत्याहारविषये सूत्रं स्वीकृत्य अनन्तरं धातुः विषये सुबन्तविषये तद्धितान्तविषये कृदन्तविषये किं किम् आसीत् इति पृथक्तया पाणिनिना दत्तमेव लघुत्वम् अत्र वर्तते एव एतत् सत्यमपि परन्तु कारणेषु अन्यतम इदम् आवश्यम् विशालविषयस्य कृते एका विलक्षणा व्यवस्था अत्र किम् अस्ति नूतनतया किम् अस्ति विलक्षणं किम् अस्ति समीचीनतया किम् अस्ति इति अत्र द्रष्टव्यमेव भगिनी एव अद्य अग्रे पठतु भगिनी अस्ति वा अद्य अद्य इत्युक्ते किम् अन्य कोऽपि अद्य इत्युक्ते यः श्वः यः मध्ये अस्ति तः सः अद्य नवडे टुडे टुडे अद्यतन अग्रे पठतु एषां कृतिः संस्कृतव्याकरणमेव तेषां सविधे अधिकसमपक्ष्य अधिकं प्रशिक्षणच्च अतः अष्टाध्यायः सिस्टम् अप्रोच् यद्यापि मनसि न स्यात् तदापि ते बहु सङ्घर्ष कृत्वा बहु समयं यपापयित्वा यापयित्वा व्याकरणाध्ययने सफलाः भवन्ति परन्तु अस्माकं कृते येषाम् अन्या वृत्तिः अवकाशः न्यूनक्ष पाणिने सिस्टम् अप्रोच् अतिमहत्त्वपूर्णम् अनेन सिस्टम् अप्रोच् इति शिक्षणविधिना अध्ययनमार्गे तर्कः अधिकः तर्कः अधिकः कण्ठस्थीकरणम् अतीव न्यूनम् अपि च वृत्तिः या कापि भवतु नाम अनेन मार्गेण सर्वेषां प्रगतिः शीघ्रमेव भवति इति निश्चितम् अत्र तेषां वृत्तिः संस्कृतव्याकरणमेव, तेषां सविधे समीपे अधिकसमयश्च अधिकं प्रशिक्षणञ्च, अतः सिस्टम्स् अप्रोच् यद्यपि मनसि न स्यात् तदापि ते बहु सङ्घर्षं कृत्वा बहु समयं यापयित्वा व्याकरण अध्ययने सफलाः भवन्ति एव. अधिकं यत्र यत्र अधिकं समयं वयं दातुं शक्नुमः, बहवः विषयाः जानन्ति एव, परन्तु अस्माकं कृते येषाम् अन्या वृत्तिः अवकाशः न्यूनः अस्ति चेत् पाणिनेः सिस्टम् अप्रोच् अतिमहत्त्वपूर्णमस्ति. अनेन सिस्टम्स् अप्रोच् इति शिक्षणविधिना अध्ययनमार्गे तर्कः अधिकः. एतत् किं कर्तव्यं, पतञ्जलिना एतत् दत्तम् अत्र, अनन्तरं किमस्ति वैयाकरणः वररुचिः तादृशं दत्तम्, अनन्तरं बृहत् रूपेण पतञ्जलिना अपि दत्तम् इति किम् अस्ति अत्र. पूर्वपक्षिणः किं भवति, किम् उक्तवन्तः, अनन्तरं सिद्धान्तः किम् उक्तवन्तः इति अत्र तर्कः अधिकः भवति एव. कण्ठस्थीकरणम् अतीव न्यूनम्, अत्र कण्ठस्थीकरणम् इति नास्ति एव, परन्तु अत्र व्योमा मध्ये कण्ठस्थीकरणविषये अनन्तरं पारायणविषये वर्गः अचलत्, इदानीमपि चलन्ति एव. मया अत्र अष्टाध्यायी कण्ठस्थीकरणम् इति नास्ति, पारायणविषये मया अत्र स्वीकृत्य अत्र दत्तमेव, प्रथमश्रेणी मया स्वीकरणमेव, कण्ठस्थीकरणं नास्ति. कण्ठस्थीकरणं कुत्र भवन्ति स्म, अत्र बालकः विषये, अनन्तरम् अत्र कोऽपि वृद्धाः अपि अष्टाध्यायी, अत्र एकम् अष्टाध्यायी किमस्ति, प्रथमाध्याये द्वितीय अध्याये, प्रथमपादक द्वितीयपादक तृतीयपादक चतुर्थपादक इति भवति इति अभवत्. अत्र कण्ठस्थीकरणं नास्ति, मया पारायणविषये एव मया अत्र मेलनं कृतम्. कण्ठस्थीकरणम् अतीव न्यूनमेव, अत्र प्रथमं वयं स्वीकुर्मः चेत् वृद्धिरादे अदेन् गुणः इको गुणवृद्धि इति तदेव भवन्ति. अत्र कण्ठस्थीकरणम् अतीव न्यूनमेव, अत्र कण्ठस्थीकरणमिति किमपि नास्ति एव. इदानीमत्र प्रथम अध्याये प्रथमपादः अस्ति चेत् वृद्धिरादे अदयं गुणः एको गुणवृद्धिः न धातुलोप अर्थदतिगच्छति चेत् दीदि वे वीटां हलोनन्तर संयोगः मुखनासिको वचनो ननुनासिकः तुल्यासि प्रत्ययं सा वर्णनाजनो इति सर्वं पठितम्. अस्माकं कृते कण्ठस्थीकरणं नास्ति, पारायणम् अस्ति, अति सुलभमेव खलु. इदानीमत्र परिचयः नास्ति चेत् सम्बुद्ध साकल्यस्य साकल्यस्येतावनार्षे इति अस्ति. अत्र परिचयं नास्ति चेत् सम्बुद्धौ साकल्यस्येताना एतावना अर्षे एतान् एतावनार्षे इति अत्र किञ्चित् सुलभं नास्ति एव. अतः एव अत्र परिचयविषये अत्र व्योम एतद् विषये कण्ठस्थीकरणम् अनन्तरं पारायणविषये एव अचल. एतत् अतीव न्यूनमेव, अत्र कण्ठस्थीकरणम् इति अत्र किमपि नियमाः न सन्ति एव. अपि च वृत्तिः या कापि भवतु नाम अनेन मार्गेण सर्वेषां प्रगतिः शीघ्रमेव भवति इति निश्चितम्. यत्र यत्र प्रयत्नं कुर्मः तत्र तत्र साधकः भवन्ति एव. प्रयत्नं नास्ति चेत् साधकः अपि न भवितुम् अर्हति. इदानीमत्र अनिल् महोदय पठतु अस्मिन् पाठीय पाठद्वये. अस्मिन् पाठद्वये पाणिनेः अध्यापनविधिः सिस्टम्स् अप्रोच् कथम् इत्यस्य बोधनार्थं द्वौ बिन्दु अवलोक्येते. प्रथमं प्रकरणप्रक्रियाभेदः, द्वितीयम् अष्टाध्याय्याः मानचित्रम्, किम् अस्ति इति अग्रिमवर्गे पश्येम किं किम् अस्ति अत्र पाठद्वयमस्ति अत्र पाणिनि अध्ययनविधिः किं किम् अस्ति इति अग्रिमवर्गे वयं पश्येम अत्र भवान् एव अन्तिमश्लोकं वदतु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः अत्र किमपि नास्ति इति अहं मन्ये सन्देहः अस्ति चेत् अत्र पृच्छतु अग्रिमवर्गे वयम् अत्र क्लारिफै कुर्मः अत्र कोऽपि व्याकरणं नास्ति महोदय अत्र तु ज्ञानमस्ति पठनीयमेव किं किम् आसीत् इति अत्र मातुः विषये विलक्षणं किम् अभवत् इति वयं दृष्टवन्तः अस्तु महोदय बहु सुन्दरं इन्ट्रोडक्षन् अस्ति आमाम् अस्तु सर्वेभ्यः नमस्कारः धन्यवादः